गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं प्रत्यभिज्ञा नमस्कारं तस्याः स्वरूप नमस्कारः महोदय तस्याः स्वरूपवर्णनम् इत्यत्र स्मः किन्तु गते वर्गे एकः गृहपाठः आसीत् जीवात्मनः ज्ञानं क्षणात्मकम् इति किमर्थं स्वीकुर्मः वर्षाभगिन्याः प्रश्नः आसीत् तर्हि तस्य विषये कस्यापि चिन्तनमस्ति चेत् इदानीं कृपया उपपादयतु यत् चिन्तनं प्रदर्शयितुम् इच्छामि महोदय अत्र अनुमानेन यदा भवान् उक्तवान् इति कृत्वा किञ्चित् तत्र आधारीकृत्य किञ्चित् चिन्तनं कृतम् एतत्तु नूतनं नास्ति तु तत्र किं बहुधेन तत्र ज्ञानं किं ते वदन्ति ज्ञानं क्षणात्मकं क्षणिकवादिनः तेषां मतम् अस्ति अत्र तत्र उदाहरणत्वेन तत्र किं दत्तम् इत्युक्ते नदीप्रवाहः यथा अस्ति जलं नदी इति अस्ति एकम् एकदेशे वयं पश्यामश्चेत् तत्र जलम् एकं नास्ति प्रतिक्षणं जलं भिन्नम् अस्ति जलप्रवाहः अस्ति यद्यपि नदी एका इति वदामः तथापि तत्र जलप्रवाहे प्रत्येकं क्षणे भिन्नं भिन्नं जलम् एकस्मिन् देशे द्रष्टुं शक्नुमः तादृशम् एव अस्माकं मनसि आत्मनि तत्र चिन्ताप्रवाहः प्रचलन् अस्ति तत्र प्रतिक्षणं तत्र भिन्नभिन्नं ज्ञानं आगच्छति नश्यति आत्मनि तत्र अनुमानत्वेन तत् स्वीकृतं महोदय न न इदानीं प्रश्नः कः प्रतिक्षणं ज्ञानं तत्र उत्पाद्यते तदनन्तरं द्वितीयक्षणं नश्यति इति हा तर्हि किमर्थं ज्ञानस्य नाशः स्वीकर्तव्यः इति प्रश्नः तदा एकः एव नाशः न स्वीकुर्मश्चेत् इदानीं घटज्ञानम् अस्ति तदा घटज्ञानम् एव तिष्ठति पटज्ञानं कदापि न भवति किमर्थं न भवति तत्र नित्यम् अस्ति खलु नश्यति न नश्यति इदानीम् अहं घटं पश्यामि तर्हि घटस्य ज्ञानं मयि उत्पादितं मयि आत्मनि उत्पादितं तर्हि ज्ञानं घटज्ञानम् अस्ति मम आत्मनि तदनन्तरं पटम् अहं पश्यामि पटज्ञानमपि अस्ति तेन किं तत्र आत्मनि एकमेव ज्ञानं तिष्ठति इति किमर्थं स्वीकर्तव्यम् इति किमर्थम् इति वक्तव्यम् एकमेव ज्ञानं तिष्ठति आत्मनि इति नास्ति खलु इदानीं भूतलमस्ति भूतलमिति अधिकरणं भूतले एकस्मिन्नेव समये घटः अपि भवितुमर्हति पटः अपि भवितुमर्हति बहूनि वस्तूनि तत्र भवितुमर्हति एवं किमर्थम् आत्मनि न भवितुमर्हति एकस्मिन् आत्मा तु अधिकरणं ज्ञानस्य अधिकरणम् बहूनि ज्ञानानि सन्ति इत्यपि अस्माभिः अङ्गीकृतम् अस्तु तत्र बहूनि ज्ञानानि एकस्मिन् आत्मनि भवितुमर्हति खलु किमर्थं ज्ञानस्य नाशः स्वीकर्तव्यः अतीतः ज्ञानम् अतीतः इति वयं तत्र वदामः तत्र कालः भवति वा महोदय तत् कारणेन तत्र तस्य नाशः कालं तु सर्वस्य आधारः अस्ति नैयायिकानमतानुसारं सर्वेषां कार्याणां कालः आधारः अस्ति अनेन तस्य क्षणात्मकं निरूपितं खलु प्रध्वंसः कुत्र कदा जायते प्रध्वंस अभावः यत् अस्माभिः दृष्टं प्रध्वंस अभावस्य यदा घटस्य नाशः भवति तत्र मुद्गरपातं कृत्वा घटस्य नाशः यदा भवति तदा घटप्रध्वंस अभावः आरप्स्यते. तदनन्तरं तद् नित्यत्वेन अस्ति खलु, तस्य प्रध्वंस अभावस्य नाशः यदा कदापि न भवति. तर्हि अत अपि च प्रध्वंस अभावः नित्यमस्ति, तदनन्तरं नित्यमस्ति. पूर्वं नासीत्, यस्मिन् क्षणे तद् आरभ्यते तदनन्तरं नित्यमस्ति. एवं ज्ञानमपि घटज्ञानम् इदानीं जातं, तर्हि ज्ञानं घटज्ञानं मयि आत्मनि जायते, तदनन्तरं तद् नश्यति इति किमर्थं स्वीकर्तव्यम् इति प्रश्नः. अस्तु, अन्येषां चिन्तनं किम्? अन्येषां चिन्तनम् एकनिमिषं महोदय, अन्येषां चिन्तनमपि पश्यामः. महोदय, तत्र ज्ञानस्य विषये यदा वयं चर्चितवन्तः तत्र एकः सिद्धान्तः आगतः घटज्ञानकाले. यद्यपि तत्र घटः वर्तते, पटः अपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव वर्तते, न पटेन सह इति तत्र वयं दृष्टवन्तः. अतः केवलम् एकस्मिन् समये एक एव विषयस्य ज्ञानं भवति, विषयतासम्बन्धेन विज्ञानस्य सम्बन्धः घटस्य घटेन एव सह भवति एकस्मिन् समये, एकस्मिन् काले. किमपि तस्य किमपि अत्र सम्बन्धः अस्ति वा इति अहं मन्ये. एतत् चर्चा अस्तु, अत्र भवतः चिन्तनं समीचीनमस्ति, तर्हि चिन्तयामः तत्. किन्तु ऐ मीन् इत्युक्ते रीति समीचीनमस्ति, किन्तु चिन्तनं स्वयं समीचीनं वा न वा इति चिन्तयामः. अस्तु, तर्हि एकस्य ज्ञानस्य एकः एव विषयः भवति इति तु सत्यं. वस्तुतः तिस्रः विषयाः भवन्ति एकस्मिन् ज्ञाने. एकः विशेष्यः अस्ति, अन्यः प्रकारः अस्ति, तृतीयः तयोः मध्ये सम्बन्धः, खलु? त्रयः विषयाः भवन्ति एकस्य ज्ञानस्य. अस्तु, घटज्ञानस्य विषयः अस्ति घटः, तत्र विशेष्यः अस्ति घटः, प्रकारः अस्ति घटत्वं, तयोः मध्ये सम्बन्धः अस्ति समवायः. किन्तु इदानीं भिन्नज्ञानस्य पटज्ञानस्य विषयः पटः, तर्हि घटज्ञानं पटज्ञानं न खलु, तयोः मध्ये अत्यन्त अभावः अस्ति, अभावः अस्ति खलु. अतः घटज्ञाने पटः न भवितुमर्हति इति तु सत्यं, किन्तु पटज्ञाने पटः भवितुमर्हति, घटज्ञाने घटः भवितुमर्हति, अपि च घटज्ञानमपि भवितुमर्हति, पटज्ञानमपि भवितुमर्हति. इदानीं प्रथमक्षणे घटज्ञानं जातं, तदनन्तरं तदनन्तरं पटज्ञानमपि जायते, किन्तु यस्मिन् क्षणे पटज्ञानं जायते तस्मिन् क्षणे घटज्ञानस्य नाशः किमर्थम् अङ्गीकर्तव्यः? पटज्ञे घटज्ञानमपि भवतु, अनेन किं खलु इति प्रश्नः अस्ति. अस्तु, अन्येषां किमपि चिन्तनमस्ति वा? आम् महोदय, यदि सुखस्य ज्ञानं दुःखस्य ज्ञानम् इति तेषां ज्ञानं यदि क्षणिकं न अस्ति तर्हि वयं सर्वदा सुखी भवेम न तु सर्वदा सुखी सर्वदा दुःखी एव भवितुम् अर्हति इति अहं चिन्तयामि. तर्हि क्षणक्षण यदि ज्ञानस्य नाशनं भवति तर्हि सुखं दुःखं सर्वम् अनुभवामि. यदि तद् न अस्ति तर्हि सर्वदा सुखी सर्वदा दुःखी एव भवेयम्. हा, समीचीनम्, एषः तर्कः समीचीनः अस्ति. अस्तु, रमेशमहोदयेन किम् उक्तम्? यदा अहं सुखम् अनुभवामि, सुखस्य ज्ञानं यदा मम मन मम आत्मनि जायते, तदा अहं किं वदामि? अहं सुखी. सुखस्य ज्ञानं मयि जायते इति ज्ञानस्य आकारः न भवति खलु. अहं सुखी इति ज्ञानं, ज्ञानस्य आकारः. अहं सुखी इत्युक्ते किं? मयि आत्मनि सुखस्य ज्ञानं जायते इति अर्थः. अहं सुखी. तदनन्तरं शिरोवेदना अभवत्, तर्हि इदानीम् अहं दुःखी. यदि अहं सुखी इति ज्ञानं जायमानस्य अनन्तरं यथावत् तिष्ठति, तस्य नाशः न भवति इति स्वीकुर्मः, तर्हि किं भवति? इदानीमपि अहं सुखी इति ज्ञानं मम आत्मनि अस्ति. तदनन्तरम् अहं दुःखी इति नूतनज्ञानमपि मया आत्मनि जायते. तर्हि युगपत् युगपत् अहं सुखी अपि च दुःखी भवेत्, किन्तु तादृश अनुभवः यस्य कस्यापि नास्ति. अहं सुखी अपि च दुःखी, अहं द्वेषी अपि च रागी इति मिलित्वा युगपत् एकस्मिन् समये. अपि च पश्यन्तु, इदानीम् अहं सुखी, तदनन्तरम् अहं दुःखी. तर्हि सुख इति ज्ञानं जायमानस्य अनन्तरं नित्यत्वेन तिष्ठति चेत्, यथा प्रध्वंसाभावः तथा तिष्ठति चेत्, तदनन्तरं किं जातं? दुःखं जातं. तर्हि सुखं दुःखं द्वयोः अनुभवः युगपत् मयि भवेत् यदि अहं सुखी इति ज्ञानं नित्यत्वेन स्वीकुर्मः. तदनन्तरं किं जायते? पुनः सुखम् इति. तर्हि अहं सुखी दुःखी सुखी पुनः दुःखं, सुखी दुःखी सुखी दुःखी इति मिलित्वा मिश्रणं कृत्वा एव मम अनुभवः भवेत्, किन्तु तादृश अनुभवः यस्य कस्यापि नास्ति, लोकप्रसिद्धः नास्ति. तर्हि रमेशमहोदयेन किं कृतम्? अत्र लोकप्रसिद्ध अनुभवः यदस्ति तद् आधारीकृत्य यदि वयं सुखस्य सुखज्ञानस्य क्षणात्मकं न स्वीकुर्मः तर्हि एतादृश आपत्तिः भवति. अग्रिमक्षणे यदा अहं दुःखम् अनुभवामि तस्मिन् क्षणे सुखमपि मया अनुभूयेत, किन्तु तद् न अनुभूयते इति कृत्वा, अनुभवविरुद्धमस्ति इति कृत्वा अस्माभिः अङ्गीकर्तव्यम् एव सुखज्ञानं नश्यति. अस्तु, तर्हि सुखज्ञानं नश्यति इदानीं, किन्तु परश्वः मम स्मरणम् आगतम्, ह्यः जीवः जीवनं कथमस्ति इति भोः सर्वे पश्यन्तु. ह्यः प्रातःकाले अहं मया महान् सुखम् अनुभूतं, किन्तु इदानीमहं दुःखम् अनुभवन् अस्मि इति, मया सुखम् अनुभूतम् इति स्मरणं कथं जायते? तस्य कारणं किमपि वक्तव्यम्. तस्य कारणम् इदानीं संस्कारः, भावनाख्यसंस्कारः इति नैयायिकैः स्वीकृतम्. यदा अहं सुखी इति ज्ञानं जायते अग्रिमक्षणे तद् नश्यति. अग्रिमक्षणे इत्युक्ते नूतनज्ञानपर्यन्तं तत् तिष्ठति. नूतनज्ञानपर्यन्तम् अहं दुःखी इति ज्ञानं यावत् न जायते तावत्, नो चेत् अयं घटः इति ज्ञानं, यत्किमपि ज्ञानं, नूतनज्ञानं यावत्पर्यन्तं न जायते तावत्पर्यन्तम् अहं सुखी इति ज्ञानं तिष्ठत्येव. क्षणात्मकम् इत्युक्ते एकमेव क्षणं तिष्ठति इति नास्ति. भवतु, तर्हि संस्कारः इति व्यापारः आत्मनि जायते. तेन संस्कारेण, तर्हि संस्कारः कथं जायते? ज्ञानेन संस्कारः जायते. पुनः संस्कारेण स्मृतिज्ञानं जायते इति तेषां कथनमस्ति. समीचीनं. तर्हि अत्र तर्कः रमेशमहोदयेन किम् उक्तम् इति चेत्, अनुभवविरोधः अस्ति इति कृत्वा एव शङ्कराचार्यः अपि सर्वत्र स्वस्य भाष्ये वदति. किं वदति इति चेत्, श्रुतियुक्ति अनुभवः यद् यस्मिन् विषये वयं निश्चयं कुर्मः तत् श्रुतिपूर्वकं भवेत्, युक्तिपूर्वकं भवेत्, अनुभवपूर्वकम् अपि भवेत्. यदि अस्माकम् अनुभवेन अनुभवं विरुद्धमस्ति तर्हि यत् श्रुत्या, शङ्कराचार्यः एव वदति, श्रुतिसहस्रेणापि अग्निः अनुष्णः अप्रकाशः इति श्रुति सहस्रेणापि वदामश्चेत् तद् अनुभवविरुद्धः विरोधः अस्ति खलु. तर्हि किं कर्तव्यं? श्रुतेः अर्थः भिन्नरीत्या अवगन्तव्यं. यदि तन्न शक्यं तर्हि तत् सा श्रुति त्यक्तव्यमस्ति, त्यक्तव्या अस्ति. श्रुतिसहस्रेणापि, सहस्रवारं श्रुतिः वदति. किं वदति? अग्निः अनुष्टः, अग्निः अप्रकाशः इति श्रुतिः वदति चेत् अपि अस्माभिः न अङ्गीकर्तुं शक्यते. श्रुतिप्रमाण श्रुतौ प्रामाण्यमस्ति. तर्हि यत्किमपि श्रुतिः वदति तत्सर्वं सत्यम् इति वदामश्चेत् अनुभवविरोधः भवति खलु. तर्हि अनुभवः अपि मुख्यम, तत्र अनुभवः भवेत् इति कृत्वा अनुभवविरुद्धं न भवति. तर्हि इदानीं रमेशमहोदयेन अत्र एतद् आधारीकृत्य उक्तम्, अनुभवविरोधः भवति इति कृत्वा. अस्तु, बहु समीचीनं. किन्तु इतोपि अत्र प्रक्रियारीत्या पश्यामश्चेत् इतोपि सुलभतया निरूपयितुं शक्यते. अत्र अनुभवः, अनुभवः तु साक्षात् प्रमाणं नास्ति खलु. अनुभवविरोधः तु अस्ति, तर्हि प्रतिपादनं कर्तव्यं. किन्तु अनुभवः प्रमाणं वा? अस्तु, अनुभवः इत्युक्ते किं? नैयायिकानां मतानुसारम् अनुभवः इत्युक्ते ज्ञानमेव. ज्ञानं द्विविधं, स्मृतिः अनुभवश्च. तर्हि अनुभवः इत्युक्ते किं? साक्षात् ज्ञानमेव. प्रमाणेन ज्ञानं जायते, किन्तु ज्ञानं स्वयं प्रमाणं न. यदि ज्ञानं स्वयं प्रमाणम् इति स्वीकुर्मः तर्हि यत्किमपि ज्ञानं भवति तत् प्रामाणिकं भवति. अहम् इदानीम् आकाशं पश्यन्नस्मि, तत्र नीलरूपं दृश्यते, तर्हि नीलो आकाशः इति ज्ञानं मयि जायते. तेन किं तेन किं भवति? इदानीं ज्ञानं जातम् इत्यतः अत्र आकाशे नीलरूपम् अस्ति इति स्वीकर्तव्यम्. किन्तु तद् ब्रह्मज्ञानम् इति निष्कासितं खलु. तर्हि ज्ञानस्य प्रामाण्यं स्वतन्त्रतया प्रामाण्यं स्वीकर्तुं शक्यते वा इति भिन्नवार्ता अस्ति. तत्र इतोपि चिन्तनमस्ति. नैयायिकानां मतानुसारं ज्ञानं स्वप्रामाण्यं न, परतप्रामाण्यमस्ति. किन्तु वेदान्तीनां मतानुसारं ज्ञानं तु स्वप्रामाण्यमस्ति. भवतु, इदानीं तस्मिन् विषये न चिन्तयामः. किन्तु इतोपि अत्र, इतोपि इति न, अत्र प्रक्रिया अवगमनार्थम् अग्रे इदानीं तदेव भवति. अनुभवः द्विविधः इति, यथार्थानुभवः अयथार्थानुभवः. तर्हि ज्ञानं कथं जायते इत्यस्मिन् विषये. अस्तु, तस्य तां प्रक्रियाम् आधारीकृत्यापि अस्य प्रश्नस्य उत्तरं वक्तुं शक्यते कथम् इति पश्यन्तु. एतदेव मया चिन्तितम्. अस्तु, तर्हि कः वदति? यः कोऽपि वदतु. इदानीम् अहं घटं पश्यन्नस्मि, तर्हि अयं घटः इति ज्ञानं जायते. तदनन्तरम् अहं पटं पश्यन्नस्मि, तर्हि अयं पटः इति ज्ञानं जायते. तर्हि यदा अहं घटं पटं पश्यन्नस्मि द्वितीयक्षणे वा न वा सन्दर्भे, तदा अयं घटः इति ज्ञानं किमर्थं न जायते? कोऽपि वदतु. घटः विषयः नास्ति. घटः विषयः नास्ति इति कथं? किमर्थं घटः विषयः नास्ति? तत्र चक्षुषः केवलं पटमेव गृह्यते. चक्षुषा तत्र क्षणिकर्षः न भवति. हा, उत्तमं. तर्हि इदानीं भवान् किं करोति? प्रक्रियां स्वीकृत्य वदति येन सह चक्षुस्संयोगः सन्निकर्षः भवति, सः एव विषयः, सः एव ज्ञानस्य विषयः भवति खलु. तर्हि यदा अहं घटं पश्यन्नस्मि तदा चक्षुघटयोः मध्ये संयोगः अस्ति. चक्षुः इति द्रव्यं, घटः इति द्रव्यं, तयोः मध्ये संयोगः अस्ति इति कृत्वा, तत्र सम्बन्धः अस्ति इति कृत्वा अयं घटः इति ज्ञानं मम आत्मनि उत्पद्यते. तदनन्तरं इदानीम् अहं पटं पश्यन् अस्मि, तर्हि इदानीं घटेन सह संयोगः नास्ति, तर्हि सम्बन्धः आवश्यकः अस्ति। यस्य कस्यापि ज्ञानस्य जायमानार्थं सम्बन्धः आवश्यकः अस्ति, संयोगः सम्बन्धः भवेत्। अस्तु, तर्हि एतद् आधारीकृत्य अयं प्रश्नः पश्यामश्चेत्, यदा तर्हि अत्र मनः अपि इन्द्रियं, मनसः अपि सम्बन्धः भवेत् खलु, मनसा एव ज्ञानं जायते। अयं घटः इति ज्ञानम्। अस्तु, इतोपि किञ्चित् चिन्तनं कुर्मः केवलं स्पष्टार्थम्। अस्तु, मम पुरतः एकः घटः अस्ति, अयं घटः इति ज्ञानं जायते, तत्र प्रक्रिया का इति चेत्, मम चक्षुः तैजसम् इति कृत्वा तैजसीयचक्षुः बहिर्गत्वा घटेन सह संयुज्यते, तत्र संयोगः प्राप्यते, संयोगं प्राप्यते, तेन इदानीं सम्बन्धः जातः। तर्हि सम्बन्धः जातः इति कृत्वा आत्मनि कथं ज्ञानं जायते? घटचक्षुषोः मध्ये संयोगः तु अस्ति, किन्तु तेन संयोगेन ज्ञानम् आत्मनि कथं जायते? कोऽपि वदतु। अहं चिन्तयामि तत्र तत्र प्रया प्रभा घटम् उपरि क्षिपति सा विषयता इति वदामः, अनन्तरं घटात् प्रभा प्रतिफलरूपेण आगच्छति विषयिता इति वदामः, अनेन अनया विषयतया तत्र आत्मनि तत्र चक्षुषा गृह्यते, तदनन्तरम् आत्मनि ज्ञानं जायते इति अहं चिन्तयामि। न न, किन्तु भवता समीचीनतया न उक्तम्। इदानीम् आत्मनि कथम्, इदानीं कयोः मध्ये सम्बन्धः आवश्यकः अस्ति खलु, यत्किमपि जायमानं चेत् तत्र सम्बन्धः वक्तव्यः। भवता किम् उक्तं, चक्षुघटयोः मध्ये कथं सम्बन्धं जायते इति भवता उक्तं, किन्तु आत्मनि ज्ञानं कथं जायते, तत्र सम्बन्धः कः? तत्र अहं चिन्तयामि तत्र आत्मा विभुः अस्ति, तत्र आत्म इन्द्रिय संयोगः भवति, अनेन चक्षुर्ज्ञानं जायते चेत् तत्र ग्राहक इन्द्रियं भवति मनः, तत्र चक्षुरेण प्रत्यक्षज्ञानं जायते, तस्य ग्राहकः मनः, मनः आत्मनि पुनः ज्ञानं जनयति वा इति चिन्तनीयम्। अत्र प्रक्रिया किम् इति चिन्तनीयम्। सोपानेन गच्छतु, वदति चेत् भवान् किं करोति? आत्मा, मनः, चक्षुर्, इन्द्रियं, घटः इति सर्वम् एकीभूय वदति चेत् क्लेशः भवति। अस्तु, प्रथमं चक्षुः अपि च घटः अनयोः मध्ये संयोगः सम्बन्धः जायते, सत्यम्। तदनन्तरम् इदानीम् आत्मनि एव ज्ञानं जायते, तर्हि आत्मा अपि च चक्षुः अनयोः मध्ये सम्बन्धः वक्तव्यः, तदपि संयोगसम्बन्धः द्रव्योर्मध्ये संयोगः आत्मा इति अपि द्रव्यं, चक्षुः अपि द्रव्यम्, चक्षुषि क्रिया जायते, तेन तया क्रियया घटेन सह अपि चक्षुषः संयोगः अस्ति, आत्मनेन आत्मना अपि संयोगः अस्ति खलु। तर्हि आत्मचक्षुषोः मध्ये इदानीं संयोगः अस्ति, तर्हि ए कनेक्ट्स् टु बि, बि कनेक्ट्स् टु ए, बि कनेक्ट्स् टु सि, तेन सि कनेक्ट्स् टु ए खलु। तर्हि तत्र परम्परासम्बन्धः इदानीं साधितः, घट आत्मनोः मध्ये सम्बन्धः आवश्यकः अस्ति, तेनैव अत्र घटविषयकज्ञानम् आत्मनि जायते, नो चेत् न। मध्ये तत्र किञ्चित् मम भ्रमः अस्ति. इदानीं चक्षुषा प्रत्यक्षज्ञानम् आत्मनि जायते, तस्य ग्राहकः अस्ति मनः वा? अस्तु, एतावत्पर्यन्तं मनसः आवश्यकः जातं वा न वा? अवश्य तदेव मनसः आवश्यकत्वं जातं वा न वा? एतावत् यथा यथा मया उक्तम् एतावत् मया उक्तम् एतावत् नास्ति. नास्ति खलु, तर्हि त्यजामः, इदानीं त्यजामः, अनन्तरं पश्येम. अस्तु, तर्हि चक्षुघटयोः मध्ये सम्बन्धः आवश्यकः अस्ति. तत् कथं साधितं? चक्षुः चक्षुषि क्रिया जायते, तया क्रियया चक्षुघटयोः मध्ये संयोगः जायते, तेन चक्षुः घटस्य ग्रहणं करोति इति एकः. तदनन्तरम् आत्मा विभुः अस्ति, चक्षुः क्रियावान् अस्ति, चक्षुः क्रियावत् अस्ति इति कृत्वा आत्मचक्षुषोः मध्ये अपि संयोगः अस्ति एव. यदा यदा क्रिया जायते तदा सर्वदा तत्र संयोगः अस्ति एव. किमर्थम् इति चेत् आत्मा सर्वत्र अस्ति, विभुः अस्ति इति कृत्वा. अस्तु, तर्हि इदानीं चक्षुः एव अत्र सम्बन्धकारकः अस्ति. तर्हि अनेन किं जातम्? एकनिमिषं, श्रीरामहोदय कृपया मिट् मध्ये भवतु. हा अस्तु, तेन किं जातम्? इदानीं घटः अपि च आत्मा अनयोः मध्ये सम्बन्धः जातः. अस्तु, अपि च चक्षुः एव ग्राहकः इन्द्रियम् इति कृत्वा, इन्द्रियम् इत्युक्ते किं? प्रमाकरणम् इन्द्रियम् इत्युक्ते ज्ञानं कथं जायते, प्रत्यक्षज्ञानम् इत्यस्य लक्षणम् अग्रे पठिष्यामः. इन्द्रियसर्कर्ष इन्द्रियसन्निकर्षेण यत् ज्ञानं जायते तद् ज्ञानं प्रत्यक्षं. तर्हि इन्द्रियसन्निकर्षम् आवश्यकमस्ति, नो चेत् प्रत्यक्षत्वं न जायते. इन्द्रियसन्निकर्षत्वम् एव प्रत्यक्षत्वम् इति कृत्वा. अस्तु, तर्हि इदानीं चक्षुः इति इन्द्रियं, तस्य घटेन सह संयोगः, पुनः तस्य आत्मना सह संयोगः अस्ति इति कृत्वा आत्मनि ज्ञानं तु आत्मगुणः, केवलम् आत्मनि एव ज्ञानं जायते. कथं जायते? इन्द्रियेण जायते इति कृत्वा अत्र चक्षुरिन्द्रियेण, यदा चक्षुरिन्द्रियस्य घटेन सह संयोगः भवति तदा अत्र चक्षुरिन्द्रियमपि आत्मनः सह संयुज्यते इति कृत्वा अत्र आत्मनि आत्मनि अयं घटः इति ज्ञानं जायते. अस्तु, एतावत्पर्यन्तं मनसः कार्यं किमपि न उक्तम्. तर्हि अत्र क्लेशः अस्ति वा? मनसः कार्यं न वदामश्चेत् क्लेशः अस्ति वा? अहं केवलं चिन्तयन् अस्मि. यत् सर्व यद् इदानीं वयं चिन्तयामः तत्सर्वं पुस्तके नास्ति, किन्तु कुर्वन् सन्तः तादृशमपि अहम् एतादृशमेव चिन्तितवान् तु. तत्र मनः इति कथं वयं संयुज्य तत्र योजयामः? मनः अपि इन्द्रियमस्ति, मनसः अपि सुखं दुःखं ज्ञानमपि गृह्यते. तर्हि तत्र अत्र इदानीं महोदय महोदय कृपया विषयान्तरं मा गच्छतु. मनः मनः अत्र बलवत्वेन कथम् आनेतव्यम् इति अत्र प्रश्नः नास्ति. इदानीं मया उक्तं मनसः मया त्यक्तं, प्रक्रियायाः त्यक्तमस्ति. त्यक्तं चेत् क्लेशः भवति वा इति चिन्तनीयं, नो चेत् मनः केवलं सुखदुःखादीनामेव ग्रहणं करोति, घटस्य ग्रहणं न करोति इति वदामः. भवतु, अनेन किम्? यथा रूपं केवलं चक्षुषा एव गृह्यते, यदि मनसा गृह्यते इति वदामः तर्हि मनसि अतिव्याप्तिः भवति खलु. अस्तु, इदानीं एतदपि अस्माभिः चिन्तितं खलु, अत्र चक्षुरिन्द्रियस्य लक्षणं किम्? चक्षुरूपग्राहकम्. हा, रूपग्राहकं चक्षुः इति अस्माभिः उक्तं. यदि मनसापि रूपं गृह्यते तदा किं भवति? मनसि अतिव्याप्तिः भवति खलु. तर्हि रूपं केवलं चक्षुरिन्द्रियेण एव गृह्यते. महोदय, तत्र पूर्वस्मिन् पुटे वा कुत्रापि वयम् अधीतवन्तः, तत्र सर्वत्र आत्मा च मनः सर्वेषां ज्ञानानां साधारणकारणं भवति इति. तो तत्र एतादृशं चिन्तनं न कृतम् अस्माभिः. हा, तर्हि इदानीं चिन्तयामः. अस्तु, एतावत्पर्यन्तं यद् मया उक्तं तत्र किमपि दोषः अस्ति वा? नास्ति इत्येव भाति, अथवा तत् नास्ति इति भाति, अथवा किं वक्तव्यम् इति अहं न जानामि. चक्षुषा प्रत्यक्षज्ञानं जायते अथवा किम् अन्यत् किमपि जायते इति वक्तव्यं भवति. न न, इन्द्रियेण अत्र प्रत्यक्षज्ञानस्य लक्षणं किं महोदय? इन्द्रियसन्निकर्षेण यद् ज्ञायं यद् ज्ञानं जायते तदेव प्रत्यक्षज्ञानम्. सत्यम्. तर्हि तत्र इन्द्रियेण इत्येव उक्तं, मनसा इति न उक्तं खलु? सत्यं. तर्हि षड् इन्द्रियाणि सन्ति. चक्षुरिन्द्रियेण घटज्ञानं घटप्रत्यक्षज्ञानं भवितुम् अर्हति एव. तर्हि किमर्थम् अत्र मनः आनेतव्यं? यदि मनः त्यजामः तर्हि कः क्लेशः इति अहं पृच्छन् अस्मि. महोदय, अहं चिन्तयामि यदि मनः त्यक्तं तर्हि अस्माकं पुरतः वयम् अनुभवामः एतत्. यदा बहूनि वस्तूनि मम समीपे अस्ति अथवा मम पुरतः अस्ति चेत् मम मनः यदि अत्र नास्ति चेत् अहम् एतत् सर्वाणि वस्तूनि पश्यामः चेदपि तस्य ज्ञानं मनसि न भवति. किमर्थम् इत्युक्ते मम मनः अत्र नास्ति, अहं किमपि अन्यत् किमपि चिन्तयामि मनसि. अतः पुरतः अस्ति मम चक्षुषा, तस्य ग्रहणं भवति परन्तु ज्ञानं न भवत् न जायते. तदपि अनुभवः खलु. सत्यम्, उत्तमम्. इत्युक्ते यथा वैज्ञानिक आधुनिकवैज्ञानिकशास्त्रे ते वदन्ति इत्युक्ते केवलम् अत्र घटे प्रकाशः पतति, घटात् पुनः प्रकाशः चक्षुं प्रति आगच्छति, तेन घटः गृह्यते. अस्माकं बुद्धिः यदस्ति स्थूलबुद्धिः, सा बुद्धिः गृह्यते इति वैज्ञानिकशास्त्रं वदति. तादृशं स्वीकुर्मश्चेत् तत्र एकः क्लेशः अस्ति, यथा यत् मुहुल् महोदयेन इदानीं प्रतिपादितं. मम चक्षुः इदानीम् उन्मीलितमस्ति. उन्मीलितं वा निमीलितं वा? ओपन् इत्युक्तस्य किञ्चित् भ्रमः जातः. कोऽपि वदतु, शिवरामहोदयः. उन्मीलितम्, ओपन्. अस्तु, तर्हि मम चक्षुः इदानीम् उन्मीलितमस्ति, मम पुरतः घटः अस्ति, किन्तु तत्र मम मनः इदानीं मम मनसि अन्यत् किमपि चिन्तनं जायमानमस्ति चेत् यद्यपि तत्र इदानीं चक्षुः घटं प्रति पतत्येव, तर्हि अयं घटः इति ज्ञानं जायत्येव, किन्तु तादृश अनुभवः नास्ति खलु. यदा मनः अन्यत्र यत्र कुत्रापि अस्ति तदा यद्यपि मम पुरतः घटः अस्ति तस्य ज्ञानं न आत्मनि न जायत्येव इति क्लेशः भवति यदि मनः प्रक्रियायाः बहिः स्थापयामः. इत्यतः एव यथा समीचीनतया श्रीराममहोदयेन उक्तं, तत्र मनसः साधारणकारणत्वं सर्वेषु ज्ञानेषु अङ्गीकृतम् इति. मनः नास्ति चेत् कथं वा अयं घटः इति ज्ञानं? तत्र चक्षुघटयोः मध्ये संयोगः अस्ति एव. अस्तु, तर्हि एकनिमिषं महोदय, एकनिमिषम् अत्र. अस्तु, तर्हि एतत् पूरयामः. तर्हि मनः भवेत् प्रक्रियायां, यत्र कुत्रापि मनः अपि भवेत्. तर्हि मेहुल् महोदय, भवतः चिन्तनं किं, कथं वा मनसः योजनं कर्तुं शक्यते प्रक्रियायां, कुत्र योजनं कर्तुं शक्नुमः? अस्तु, तर्हि प्रथमं तु चक्षुषा घटस्य चक्षुघटयोः मध्ये संयोगसम्बन्धः भवति, अतः प्रत्यक्षज्ञानं जायते. अतः प्रत्यक्षज्ञानम् इति तावद् न गच्छतु. चक्षुगडयोः मध्ये संयोगः जायते, तर्हि इदानीं सम्बन्धः अस्ति, तावत् जातं. तदनन्तरं तदनन्तरं अन्यदेकमपि मम मनसि आगतः, न यदि मम मनसि अथवा आत्मनि संस्कारः नास्ति, यथा एतत् वस्तु यदहम् अधुना पश्यन् अस्मि, तद्वस्तु घटः अस्ति इति यदि मम आत्मनि पूर्वे एव संस्कारः नास्ति चेत् अहं कथं ज्ञातुं शक्नुमः एतद् अयं घटः इति? किमर्थम् इत्युक्ते विषयान्तरं भवान् गच्छति, किन्तु तस्य उत्तरं झटिति वक्तुं शक्यते. भवतु, एषः घटः इति वस्तुनः नाम भवता न ज्ञातुं शक्यते, किन्तु किमपि वस्तु पुरतः अस्ति इति ज्ञातुं शक्यते खलु? आं, सत्यं सत्यं, हा, अवगच्छामि. अस्तु, किमपि वस्तु अस्ति इत्यस्य ज्ञानं भवति. अस्तु, हा, इति भवत्येव. अतः एव वयं पृच्छामः अन्यं प्रति, एषः कः इति. नूतनवस्तु इति अस्ति, किम् इति अहं न जानामि, तर्हि कृपया वदतु एषः कः इति. अस्तु, भवतु, तर्हि इदानीं वदतु. चक्षुः अपि च घटः, अनयोः मध्ये संयोगः जातः, तावत् प्राप्तं. तदनन्तरं परन्तु अस्माकं लक्ष्यं किम् अधुना? प्रश्नः कथं वा अयं घटः इति ज्ञानम् आत्मनि जायते, तस्य प्रतिपादनं कर्तव्यं. प्रक्रियाविषये चिन्तयन् स्मः वयम्. कथम् आत्मनि जायते? अस्तु, संयोगः भवति, अनन्तरं अयं घटः इति ज्ञानस्य आकारः मनः तु मनः अस्तु मनः आत्मनि अस्ति. अस्तु, भवान् चिन्तयतु, अन्येषां चिन्तनमस्ति वा अस्मिन् विषये? आं महोदय. श्री रमेश् महोदय वदतु. मनः वेगेन चक्षुरिन्द्रियम् यत्र अस्ति तत्र गच्छति, यत् चक्षुरिन्द्रियं पश्यति तस्य ग्रहणं भवति. तर्हि मनः अपि मनसि अपि तस्य ग्रहणं भवति. तत्पश्चात् आत्मनि मनः, आत्मनः मनः संयोगेन आत्मनः आत्मनि तस्य ज्ञानम् उत्पद्यते. हा, तर्हि इदानीं भवता किं कृतं? प्रथमसोपाने घटचक्षुषोः मध्ये संयोगः, द्वितीयसोपाने चक्षुर्मनयोः मध्ये संयोगः, तृतीयसोपाने आत्ममनयोः मध्ये संयोगः. सो ए कनेक्ट्स् टु बी कनेक्ट्स् टु सी कनेक्ट्स् टु डी इति कृत्वा अन्ततो गत्वा डी कनेक्ट्स् टु ए. डी इति आत्मा, ए इति घटः, बि इति चक्षुः, सी इति मनः, डी इति आत्मा इति स्वीकुर्मश्चेत् घटमनयोः घटचक्षुषोः मध्ये प्रथमं संयोगः जायते. कथं? चक्षुः इतः तत्र गच्छति, चक्षुषि क्रिया भूत्वा घटं प्रति गत्वा तेन सह संयोगः भवति तस्य. तर्हि इदानीम् ए कनेक्ट्स् टु बि. तदनन्तरं यत्र चक्षुः अस्ति, चक्षुः कुत्र अस्ति? अस्माकं शरीरे एव अस्ति खलु, कृष्णताराग्रवर्ती. तारा कुत्र अस्ति, नेत्रं कुत्र अस्ति? शरीरे. शरीरस्य एकः भागः नेत्रं. तर्हि शरीरे अस्ति. मनः कुत्र अस्ति? अस्मिन्नेव शरीरे अस्ति. तर्हि अपि च मनः मनसः परमाणुपरिमाणमस्ति इति कृत्वा, अपि च तस्य वेगः बहु अधिकम् इति कृत्वा, शरीरे यत्र कुत्रापि मनः जातुं शक्यते, गन्तुं शक्यते, जातुं नास्ति, गन्तुं शक्यते. अस्तु, तर्हि इदानीं यत्र चक्षुरिन्द्रियमस्ति तत्र मनः गच्छति. तेन तत्र ग्रहणम् इति न वक्तव्यं, केवलं संयोगः. तर्हि यत्र चक्षुः अस्ति तत्र इदानीं मनः अपि संयुक्तः अस्ति. अस्तु, प्रथमं चक्षुघटयोः मध्ये इदानीं संयोगः जातः. यस्मिन् समये सः संयोगः अस्ति तस्मिन्नेव समये मनचक्षुषोः मध्ये अपि संयोगः जातः. तेन किं जातं परम्परासम्बन्धेन संयुक्त संयुक्तसंयुक्तत्वसम्बन्धेन अत्र द्वयमपि संयोगः इति कृत्वा संयुक्तसंयुक्तत्वसम्बन्धेन इदानीं घटः मनं प्रति मनः प्रति आगतम् अस्तु यत्र मनः अस्ति तत्र आत्मापि अस्ति आत्मनः विभुत्वात् अपि च मनसः क्रियावत्वात् मनसि क्रिया जायते चेत् एव संयोगः भवति तर्हि यस्मिन् समये तत्र मनः मनसः मनसि क्रिया भूत्वा चक्षुषा सह संयोगः जायते तत्रैव आत्मा अपि अस्ति इति कृत्वा तस्मिन्नेव क्षणे अत्र मन आत्मनोः मध्ये अपि संयोगः अस्ति इति कृत्वा इदानीम् आत्मघटयोः मध्ये संयोगः जातः तर्हि संयुक्तत्वसम्बन्धेन घटः इदानीम् आत्मनि अस्ति भवतु तर्हि घटविषयकज्ञानं घटविषयकज्ञानम् अनेन सम्बन्धेन आत्मनि भवितुम् अर्हति तत्र मनः आवश्यकः अस्ति अस्तु इदानीं मेहुल् महोदयस्य उदाहरणं स्वीकुर्मः मम पुरतः घटः अस्ति तेन सह मम चक्षुः संयोगः जातः किन्तु मम मनः इदानीम् अन्यत्र अस्ति इदानीं पश्यतु अहं मम हस्तं हस्तद्वयोः मध्ये स्पर्शनं कुर्वन् अस्मि इति चेत् चिन्तयन्तु तर्हि तत्र एव मम मनः अस्ति यदा हस्तद्वयोः मध्ये संयोगः जायते तत्र मम मनः अस्ति इति कृत्वा मम पुरतः यः घटः अस्ति यद्घटं मम चक्षुः पश्यन् अस्ति पश्यत् अस्ति तत् तत्र इदानीं चक्षु मनसोः मनसोः मध्ये संयोगः नास्ति इति कृत्वा तत्र संयोगः नास्ति परम्परासंयोगः तत्र न साधितः इति कृत्वा आत्मनि घटविषयकज्ञानं न जायते तर्हि प्रक्रिया एवमस्ति विषयः अपि च इन्द्रियं तयोः मध्ये सम्बन्धः भवेत् यदि विषयः बहिः अस्ति तर्हि बाह्यविषयः बहिरिन्द्रियम् अनयोः मध्ये संयोगः भवेत् तदनन्तरम् इन्द्रियं बाह्येन्द्रियम् अपि च मनः तयोः मनः अपि इन्द्रियं तर्हि मनः चक्षुः गृह्यते इति नास्ति तत्र केवलं संयोगः एव अस्ति अस्तु तर्हि इदानीं संयोगः जातः अपि च मन आत्मनोः मध्ये संयोगः जातः इति कृत्वा मनः एव ज्ञानं कारयति आत्मनि कीदृशज्ञानं घटविषयकज्ञानं किमर्थं घटविषयकज्ञानं न तु पटविषयकज्ञानं किमर्थम् इति चेत् इदानीं मनः यस्मिन् समये चक्षुषा सह संयोगः संयुज्यते तस्मिन् समये चक्षुः केवलं घटेन सह संयुक्तः अस्ति अतः घटविषयकज्ञानमेव आत्मनि जायते न तु पटविषयकज्ञानं यदि तस्मिन् समये पटः पटेन सह चक्षुः संयुक्तः अस्ति तदा पटविषयकज्ञानमेव आत्मनि जायते न तु घटविषयकज्ञानम् इति कृत्वा अत्र मनसः सर्वेषां ज्ञानानां साधारणकारणत्वम् अपि अस्माभिः साधितम् अत्र प्रक्रिया एवमेव अस्ति तर्हि इदानीम् अस्माभिः किं कृतम् अत्र अनुभवं विरुद्धम् इति तर्कं स्वीकृत्य तदपि समीचीनमेव किन्तु अनुभववैरुध्यं स्वीकृत्य अत्र न साधितः अस्तु एतावत् प्रश्नः सन्ति वा मम एकः प्रश्नः अस्ति महोदय अस्तु अत्र किञ्चित् स्पष्टीकरणार्थम् अत्र मनः अपि च चक्षुरिन्द्रियेण संयोगः जायते तदा एव प्रत्यक्षज्ञानं जायते वा अथवा प्रत्यक्षज्ञानं जायते तद् मनः न गृह्यते इति वा तत्र किञ्चित् भ्रमः अस्ति मम मनसि अस्तु अत्र अतः एव मया उक्तं गृह्यते इति मा वदतु इति किमर्थमित्युक्ते इदानीं यदा भवान् पश्यन् अस्ति घटं पश्यन् अस्ति इति चिन्तयतु तर्हि भवतः आत्मनि अयं घटः इति ज्ञानं जायते किन्तु मनसा तद् ज्ञानं गृह्यते इति कदा वक्तव्यम् इति चेत् अयं घटः मयि किं ज्ञानं जातम् इति चेत् अयं घटः इति ज्ञानं जातम् इति यदा वदामः तदा एव तत्र ग्रहणम् इति वक्तव्यं ज्ञानस्य ग्रहणं खलु. तर्हि इन्द्रियसन्निकर्षेण ज्ञानं जायते इति वदामश्चेत् पर्याप्तम्. अपि च तत्र मनसः आवश्यकता अपि अस्ति. अस्तु, इदानीं मनः अस्ति किन्तु चक्षुः निमीलितमस्ति, उन्मीलितं नास्ति इति चिन्तयतु. निमीलितमस्ति चेत् तर्हि इदानीं निमीलितत्वात् चक्षुः निमीलितत्वात् चक्षुघटयोः मध्ये संयोगः न जायते. सत्यं. तर्हि यद्यपि यत्र चक्षुः अस्ति तत्र इदानीं मम मनः अस्ति, अपि च तत्रैव मम आत्मा अपि अस्ति, किन्तु चक्षुः निमीलितमस्ति चेत् चक्षुघटयोः मध्ये यः संयोगः जायेत तद् न जातम् इति कृत्वा अयं गतः इति ज्ञानमपि न जायते. तर्हि चक्षुः अपि आवश्यकी अस्ति, मनः अपि आवश्यकी अस्ति, द्वयमपि अस्ति चेदेव ज्ञानं जायते इति. अस्तु महोदय, अन्यः प्रश्नः अस्ति वा? हा, मम अपि एकः प्रश्नः अस्ति महोदय, स्पष्टीकरणार्थं पृच्छामि महोदय. यदि चक्षुघटयोः मध्ये सन्निकर्षः अस्ति तर्हि अत्र यः घटः इति ज्ञानं न जनयति, केवलं यः घट आकारः एकः अस्ति इति जनयति. घटरूपम् अपि च द्रव्यं प्रत्यक्षम् अस्ति, तत् प्रत्यक्षज्ञानमस्ति. अत्र मनः संयोगः भवति तदनन्तरं तस्य तद्ज्ञानमपि प्रत्यक्षज्ञानमेव, तदेव अनुभवं भवति. तत् अनुभवेन संस्कारं जनयति. संस्कारे यः ज्ञानम् अस्ति इति तत् पटः इति तद् घटः इति ज्ञानम् अस्ति. एकनिमिषं, संस्कारे यद् ज्ञानमस्ति इति न वदतु. संस्कारः इति आत्मगुणः, गुणः गुणे भवति वा? ज्ञानम् इति गुणः. संस्कारे किम् अस्ति? संस्कारे नित्यत्वेन ज्ञानमस्ति किल महोदय? नित्यत्वेन किम् अस्ति संस्कारे? यदि तत् कथं स्मृतिः जनयति? बिकास् अस्तु, तर्हि प्रथमं संस्कारः इति गुणः, आत्मनः गुणः, ज्ञानम् इति अपि आत्मनः विशेषगुणः इति भवत्या अवगन्तव्यं प्रथमं तत्. अपि च गुणः गुणे यदा कदापि न भवति, गुणः गुणिनी एव भवति, द्रव्ये एव भवति इति द्वितीयवार्ता. तर्हि ज्ञानं संस्कारे भवति इति यदा कदापि न वक्तव्यम्. ज्ञानं कारणं, संस्कारं कार्यं. ज्ञानेन संस्कारं जायते, यथा क्रियया संयोगः जायते. क्रियया संयोगः जायते इति कृत्वा क्रियाकारणं, संयोगः कार्यं, किन्तु द्वयमपि समानम् इति नास्ति. क्रिया भिन्ना अस्ति, संयोगः भिन्नः अस्ति. एवं ज्ञानेन संस्कारः जायते. अस्तु, घटज्ञानेन घटसंस्कारः जायते, पटज्ञानेन पटसंस्कारः जायते. तावद् बुद्धं वा? संस्कारः इति आत्मगुणः. हा, कीदृशगुणः? घटज्ञानं जायते इत्युक्ते संस्कारः एक्साक्ट्लि कः? संस्कारः घटज्ञानेन जायमानसंस्कारस्य नाम अस्ति घटसंस्कारः इति. संस्कारः इति गुणः, यथा नीलरूपम् इति गुणः, यथा परिमाणम् इति गुणः, यथा गुरुत्वम् इति गुणः. देर् आर् मेनि अट्रिब्यूट्स्. न, तादृशम् अत्र गुणः इति पदेन किम् अवगच्छति तदेव संस्कारः. इदानीं रूपम् इति गुणः इति अवगच्छति खलु, महोदय रूपरूप गुणगुणं भिन्नम् अस्ति किल महोदय रूपमिति गुणं गुरुत्वे भिन्नमस्ति अत्र रूपम् इति गुणः इति अहं वदामि चेत् भवती अवगच्छति खलु गुणः एवं संस्कारः इति अपि गुणः इति अहं वदामि चेत् यथा रूपम् इति गुणः इति वाक्यम् अवगच्छति तदा एव संस्कारः इति गुणः इति अपि अवगच्छति गुणः तावदेव एकनिमिषम् एकनिमिषं महोदय शिवराम महोदय किमपि वक्तुम् इच्छति वा सः अन्म्यूट् मध्ये अभवत् शिवराम महोदय न अस्तु अस्तु अस्तु भवान् अन्म्यूट् कृतवान् अतः मया चिन्तितम् अस्तु एकनिमिषं श्रीराम महोदय एकनिमिषम् अस्तु वर्षा भगिनी सो रूपम् इति गुणः इति यदा अहं वाक्यं वदामि तदा कथम् अवगच्छति तथा संस्कारः इति गुणः दोषेन अभवत् भवतु भवतु चिन्ता मास्तु महोदय इदानीं वदतु रूपम् इति गुणः इत्युक्ते रूपम् इति वर्णम् इति अहम् अवगच्छामि परन्तु संस्कारः इति गुणः इत्युक्ते अहं संस्कारः इति वर्णम् इति न अवगच्छामि संस्कारः इति एकः गुणः तु भवेत् परन्तु तत् पृथक् गुणम् एक तस्यापि प्रापर्टीस् अस्ति तस्यापि आधारं भवेत् किल महोदय तत् किम् अस्ति अस्तु पश्यन्तु रूपम् इति गुणः चक्षुषा गृह्यते संस्कारः इति गुणः केन प्रमाणेन संस्कारः इति गुणः अस्ति इति केन प्रमाणेन ज्ञातम् अनुमानेन ज्ञातं कल्पितधर्म अस्ति अत्र किल धर्म नास्ति वस्तुतः अस्ति व्यापारत्वेन तत् साधितम् अत्र अनुमानप्रमाणेन एव संस्कारः इति गुणः अस्ति इति ज्ञातम् यदि संस्कारः इति गुणः न अङ्गीकुर्मः तर्हि स्मृतिः जायते इति न वक्तुं शक्यते स्मृतिः जायते तु तत् अनुभवसिद्धः स्मृतिः अनुभवसिद्धा अस्ति तर्हि तस्य कारणं किमपि वक्तव्यं तस्मिन्नेव विषये इदानीं चिन्तनं प्रवर्तमानमस्ति एकं तु साक्षात् ज्ञानं स्मृतेः कारणम् इति वक्तव्यं किन्तु परश्वः इदानीं स्मृतिः जायते तावत्पर्यन्तं ज्ञानं तिष्ठति इति वदामश्चेत् यः क्लेशः तत्र रमेशमहोदयेन उक्तः आसीत् तत् सः क्लेशः भवति इत्युक्ते सर्वाणि ज्ञानानि आत्मनि सर्वदा सन्ति एव उत्पादनस्य अनन्तरं तस्य नाशः यदा कदापि न भवति इति स्वीकुर्मश्चेत् यथा दुःख इदानीम् अहं दुःखम् अनुभवन् अस्मि पूर्वं सुखम् अनुभवन् आसीत् तर्हि यस्मिन् समये दुःखम् अनुभवम् अस्मि तस्मिन्नेव समये सुखस्यापि अनुभवः भवेत् किन्तु तद् अनुभवविरोधः अस्ति एवं यस्मिन् समये अहं पटं पश्यन् अस्मि तस्मिन् समये घटज्ञानमपि मयि अस्ति इति कृत्वा घटमपि मया दृश्येत तदपि अनुभवविरुद्धमस्ति इति कृत्वा अत्र त्यक्तः अस्ति ज्ञानं नश्यति पटज्ञानं यस्मिन् समये जायते तस्मिन् समये घटज्ञानस्य नाशः अभवत् इति स्वीकर्तव्यं नो चेत् यदा अहं घटं पटं पश्यन् अस्मि तस्मिन्नेव समये घटज्ञानम् अपि अस्ति इति कृत्वा घटस्य बोधः अपि मम आत्मनि भवेत् किन्तु पटस्य एव बोधः जायते तर्हि तस्मिन् समये घटज्ञानं नास्ति इति स्वीकर्तव्यं तर्हि इदानीं घटज्ञानस्य नाशः अङ्गीकृतः एतस्य प्रतिपादनार्थं तर्हि कथं वा परश्वः मया घटः दृष्टः इति स्मरणं जायते तस्य कारणम् इदानीं नास्ति पूर्वक्षणे कारणं भवेत् नास्ति घटज्ञानं नष्टं जातं पूर्वक्षणे नास्ति परश्व यदा स्मरणं जायते अयं घटः इति एषः घटः मया दृष्टः इति स्मरणं जायते तस्मिन् समये घटज्ञानं नास्ति तर्हि कारणं नास्ति कारणं विना कार्यं वा कथम् इत्यतः तत्र संस्कारः इति कश्चन गुणः आत्मनि जायते इति अङ्गीकर्तव्यः इति अनुमातव्यम् एव अनिवार्यम्। संस्कारः इति गुणः न स्वीकुर्मश्चेत् स्मृतेः निरूपणं न कर्तुं शक्यते इति कृत्वा तत्र संस्कारः इति गुणः अस्ति, कल्पितः नास्ति, अनुमानेन साधितमस्ति इति उक्तम्। बुद्धं महोदय, संस्कारस्य लक्षणं किम्? हा, तदेव अत्र पुस्तके लिखितमस्ति खलु, अनुभवजन्या स्मृतिर्हेतुर्भावना इति तस्य लक्षणं 123 पेज् मध्ये। तदपि एकविधं ज्ञानं भवेत् किल महोदय? नास्ति, संस्कारः ज्ञानमिति किम्? न अत्र ज्ञानस्य लक्षणं भवत्या इदानीं ज्ञानमित्युक्ते किम्? एतावत्पर्यन्तं स्मृतेः लक्षणमेव अस्माभिः अधीतं खलु, संस्कारजन्या स्मृतिः इति, संस्कारमात्रजन्या स्मृतिः, संस्कारजन्यं संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति स्मृतेः लक्षणमेव एतावत् दृष्टम्। अनुभवस्य अनुभवज्ञानस्य लक्षणम् एतावत् न पठितं, तर्हि तावत् कृपया तिष्ठतु। किन्तु संस्कारः किमर्थम् अङ्गीकृतम् इति भवत्या ज्ञातं चेत् इदानीं पर्याप्तं भवति। महोदय, तद् ज्ञातं महोदय, परन्तु संस्कारेण कथम् अयं घटः इति इति ज्ञानं जनयति, कथं जानीमः? ज्ञानमिति किमर्थं स्मृतिः इति वदतु। ओके, प्रथमम् अनुभवं भवति चक्षुसन्निकर्षेण, अपि च मनसा संयोगेन अनुभवः भवति, तदनन्तरं संस्कारेण स्मृतिः जनयति अयं घटः इति, तद्वा? तत् स्मृति अपि क्षणिकमस्ति, तत् अनुभवमपि क्षणिकमस्ति, परन्तु संस्कारः नित्यमस्ति वा? नित्यम् इत्युक्ते इत्युक्ते कालेन संस्कारः अपि नश्यति। यद्यद् ज्ञानम् अस्माभिः अत्र एकं ज्ञानं आत्मनि जायते चेत् अनेन ज्ञानेन संस्कारः अपि निश्चयेन जायते, किन्तु सर्वे संस्काराः नित्याः जायमानस्य अनन्तरं ते नित्यत्वेन तिष्ठन्ति इति चेत् यत् सर्वं एतावत्पर्यन्तम् अस्माकं जीवने यत् सर्वं ज्ञातं तस्य तेषां सर्वेषां स्मरणं भवेत् खलु, किन्तु तादृशं नास्ति। तर्हि किं वक्तव्यं तत्र? संस्कारः अपि नश्यति, संस्कारस्य नाशं प्रति किं कारणं? कालः कारणं, महता कालेन नश्यति, पुनः पुनः चिन्तनेन संस्कारः दृढीभवति। अतः एव सूत्राणाम् अभ्यासम् अस्माभिः क्रियते खलु, वृद्धिराधये अनेन गुणः, एकवारमेव पठामश्चेत् इदानीं वृद्धिराधयिच् इति अहं पठामि चेत् ज्ञानं जातमेव, तेन संस्कारः जातः, किन्तु पुनः श्वः न वदिष्यामि तर्हि संस्कारस्य न्यूनता भवति। दिनत्रयानन्तरं वृद्धिः इत्युक्ते किम् इत्युक्ते भवती न जानाति, किमर्थं? संस्कारः इदानीं नष्टः जातः। कस्य किं कारणं? कालः, कालो जगद्भक्षकः इति वाक्यमस्ति, कालो जगद्भक्षकः, सर्वं कालेन नश्यत्येव। भक्षकः इत्युक्ते अतिः, ईचर्, कालः सर्वं सर्वस्य अदनं करोति इति कृत्वा। अस्तु, तर्हि इदानीम् अस्माकं मूलं प्रश्नं प्रति आगच्छेम। अत्र प्रक्रिया बहु समीचीनतया अस्माभिः चिन्तितम्, अनेन मूलप्रश्नस्य उत्तरं कथं? मूलप्रश्नः कः? ज्ञानं क्षणात्मकम्। अस्तु, इदानीं पश्यन्तु प्रक्रिया का? चक्षुघटयोः मध्ये संयोगः, चक्षुमनसोः मध्ये संयोगः, मन आत्मनोः मध्ये संयोगः इति अस्ति चेत् एव यावद् एते संयोगः तिष्ठन्ति तावत् ज्ञानमपि तिष्ठति। तर्हि इदानीं अहं घटं पश्यन् अस्मि, तस्मिन् समये एका मक्षिका आगत्य मम पादे दशनं करोति, इट् बैट्स् इति चिन्तयतु। तर्हि तत्र इच्छिङ्ग् जायते खलु, तर्हि स्पर्शः मया करणीयः भवति, तर्हि तत्र मनः गच्छति, तर्हि इदानीं मनः तत्र गच्छति इति कृत्वा अत्र सम्बन्धस्य विच्छेदः जातः, द कनेक्षन् इस् लास्ट्. तर्हि यावत्पर्यन्तं संयोगः अस्ति तावत्पर्यन्तमेव आत्मनि ज्ञानं तिष्ठति, संयोगनाशे ज्ञानमपि नष्टं भवति इत्यतः एव मया पूर्वं पृष्टम्. इदानीमहं घटं पश्यन्नस्मि, तर्हि इदानीं यावत्पर्यन्तं घटेन सह मया मम चक्षुः संयोगेन तिष्ठति तावत्पर्यन्तम् अयं घटः इति ज्ञानं मम आत्मनि अस्ति एव. यदा इदानीम् अन्यत् किमपि अहं पश्यन्नस्मि चक्षुषा, तर्हि इदानीं तत्र चक्षुविषयोः मध्ये चक्षुघटयोः मध्ये संयोगः आसीत् तद् नष्टः जातः इति कृत्वा एव इदानीं नूतनज्ञानं जायते. यदि केवलम् अहं मम चक्षुषः निमीलनं करोमि तदा नूतनज्ञानं न जायते, किन्तु इदानीं तस्मिन् समये संयोगः नष्टः जातः इति कृत्वा इदानीं ज्ञानमपि नाशं भवति. तदनन्तरम् इदानीं ज्ञानेन स्मरणसंस्कारः जातः, तेन स्मर्तुं शक्यते मया. इदानीमहं मम चक्षुषः निमीलनं कृत्वा यः घटः मया दृष्टः तद् मनसा अहं पश्यन्नस्मि इति चेत् किं, तत्र स्मरणमेव अस्ति. स्मरणम् इति एकविधज्ञानम्. इदानीं ज्ञानं मनसा गृह्यते. अत्र घटः इदानीं घटचक्षुषोः मध्ये संयोगः एव नास्ति, केवलम् अत्र संस्कारेण स्मृतिः जायते. सा स्मृतिः केवलं मनसा इदानीं गृह्यते, अतः मानसचिन्तनमहं कुर्वन्नस्मि, मानसदर्शनमहं कुर्वन्नस्मि. किम्? अयं घटः घटस्य आकारं मनसा अहं पश्यन्नस्मि तावदेव. तर्हि अतः एव एतद् मानसप्रत्यक्षम् इति वदामः. स्मृतिः केवलं मानसप्रत्यक्षं, सुखं केवलं मानसप्रत्यक्षम्, अत्र दुःखं मानसप्रत्यक्षं, राग द्वेष इति षड्गुणाः ये सन्ति ते सर्वे मनसा एव गृह्यन्ते इति कृत्वा तेषां मानसप्रत्यक्षम् एव भवति. किन्तु अयं घटः इति ज्ञानं प्रत्यक्षं विना तत्र चक्षुसंयोगेन विना न जायते इति कृत्वा तत्र चक्षुसंयोगः अपि आवश्यकः अस्ति, अपि च मनसः संयोगः अपि आवश्यकः अस्ति. अस्तु, एतावत् प्रश्नाः सन्ति वा? न महोदय. अस्तु, बहु समीचीनचिन्तनमस्ति तद्य. मयापि एतादृशगभीरचिन्तनं इदानीमेव कृतं. धन्यवादः महोदय, सम्यक् आसीत् बहु समीचीनम्. अस्तु, किन्तु प्रश्नः भवितुम् अर्हति. इदानीं प्रत्यभिज्ञायाः विषये चिन्तनं कुर्वन्तः स्मः खलु, तर्हि यथा इदानीं प्रक्रिया अस्माभिः उक्ता तत् समीचीनं वा इति प्रत्यभिज्ञां पठित्वा इतोपि किञ्चित् परीक्षां कुर्मः. अस्तु, मेहुल् महोदय, भवता किमपि उक्तं वदतु महोदय. न, अहं केवलं चिन्तयामि मूर्तिपूजा इत्यस्मिन् विषये अपि तदेव प्रक्रिया अस्ति. स्मरणेन एव वयं किमपि देवपूजा करोमि कुर्मः चेत् तदेव प्रक्रिया भवति. प्रत्यक्षं केवलम् एकवारम् अथवा द्विवारं चित्रं पश्यामः चेत् अनन्तरं केवलं स्मरणेन एव वयं देवपूजा कुर्मः खलु, अतः तत्रापि तथैव प्रक्रिया भवति. सत्यं. तर्हि अस्तु, एतावता अस्माभिः किमुक्तम्? अयं घटः इति ज्ञानं यत्र जायते तत्र चक्षुरिन्द्रियस्यापि आवश्यकता अस्ति, मनसः अपि आवश्यकता अस्ति इति उक्तम्. अस्तु, इदानीं तादृशं स्वीकुर्मश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति वा इति द्रष्टव्यं. भवतु, इदानीं प्रत्यभिज्ञा इत्युक्ते किं, तस्य स्वरूपम् अपि च कथं जायते इति प्रथमं पठेम, तदनन्तरं पुनः चिन्तयामः. यदि किञ्चिदिव परिष्कर्तव्यं तर्हि इतोपि परिष्करिष्यामः. अस्तु, तर्हि इदानीं 130th पेज् मध्ये विष्णुगुप्तेन इति अस्ति खलु, ततः पठनीयं, पठेम. अस्तु, शिवराम महोदय पठति वा? शिवराम महोदय, कुलकर्णी महोदय, म्यूट् मध्ये अस्ति भो. सत्यभामा भगिनी पठति वा विष्णुगुप्तेन? आम् महोदय. अस्तु, सत्यभामा भगिनी प्रथमं पठतु, तदनन्तरं शिवराम महोदय पुनराह्वयामि महोदय. विष्णुगुप्तेन पाटलीपुत्रे कार्तिकमासी चैत्रः अवलोकितः. तदानीं प्रत्यक्षं कीदृशं भवेत्? चैत्रः सम्प्रति कार्तिकमासी इह पाटलीपुत्रे अस्ति. प्रत्यक्षे अस्मिन् चैत्रः विशेष्यविधया भासते. तस्मिन् कार्तिकमासनिष्ठत्वं पाटलीपुत्रनिष्ठत्वं च प्रकारविधया भासते. तर्हि भवत्याः स्मरणे अस्ति खलु, ज्ञानं विषयतासम्बन्धेन विषये अस्ति, अपि च विषयः त्रिविधः इति अस्माभिः पठितं खलु. तर्हि विषयः त्रिविधः इत्युक्ते ते के इति एकवारं प्रतिपादयति वा? त्रिविधविषयाः के? ज्ञानं नास्ति. विषयः त्रिविध, तिस्रः सम्बन्धेन नास्ति नास्ति. ज्ञानम्, एकनिमिषम्, अहं प्रश्नं श्रुत्वा उत्तरं वदतु. ज्ञानस्य त्रयः विषयः सन्ति इति अस्माभिः अधीतं. ज्ञानस्य त्रयः विषयः सन्ति, ते के? ज्ञानस्य प्रकारता, विषयता, विशेष्यता. विशेष्यता इति न वक्तव्यं, विशेष्यता इति धर्मः, प्रकारः, संसर्गः, विशेष्यः खलु. ज्ञानस्य त्रयः विषयः सन्ति, एकः प्रकारः, द्वितीयः विषयविशेष्यः, तृतीयः तयोः मध्ये, प्रकारविशेष्ययोः मध्ये यः सम्बन्धः अस्ति सः. अस्तु, तर्हि अत्र किं लिखितमस्ति? वैष्णुगुप्तेन पाटलीपुत्रे कार्तिकमासी चैत्रः अवलोकितः. तर्हि एषः चैत्रः इति ज्ञानं विष्णुगुप्ते जातम्. तर्हि एषः चैत्रः इत्यस्मिन् ज्ञाने विशेष्यः कः, प्रकारः कः, वदति वा? प्रयत्नं करोमि महोदय. एषः चैत्रः, एषः चैत्रः, अयं चैत्रः इति, एषः चैत्रः इति ज्ञानं, अयं चैत्रः, अयं चैत्रः यत्किमपि अत्र चैत्रः इति विषयं, अस्मिन् ज्ञाने अयं चैत्रः, विशेष्यः कः, प्रकारः कः, संसर्गः कः इति वक्तव्यम्. अयं चैत्रः, एषः चैत्रः इत्यस्मिन् ज्ञाने, चैत्रः विशेष्यः, अयं चैत्रः इति ज्ञानं, तयोः मध्ये सम्बन्धः यदस्ति, सम्बन्धः अनन्तरं वदतु भगिनि, प्रथमं प्रकारः वदतु. चैत्रः इति विशेष्यः, समीचीनं, प्रकारः कः? पाटलीपुत्रे, तत् स्वीकृत्य वदामि वा महोदय? आमां, पाटलीपुत्रः इति प्रकारः, पाटलीपुत्रः इति प्रकारः, पाटलीपुत्रः अपि च कार्तिकमासः द्वयमपि चैत्रस्य विशेषणम् अधः द्वौ प्रकारता हा द्वौ प्रकारता अस्ति अस्मिन् ज्ञाने प्रकारद्वयमस्ति अत्र कार्तिकमासनिष्ठप्रकारता पाटलिपुत्रनिष्ठप्रकारता पाटलिपुत्र इति किमर्थं देशं सूचयति तत्र के अस्तु इदानीं संसर्गः कुत्र अस्ति इति वदतु संसर्गः कः कुत्र नास्ति संसर्गः कः सम्बन्धः कः चैत्रः अयं चैत्रः इति ज्ञानं विषयतासम्बन्धेन न न भगिनी अत्र इदानीं ज्ञानं विषयतासम्बन्धेन विषये अस्ति प्रथमम् अयं चैत्रः इति ज्ञानं विशेष्यतासम्बन्धेन विशेष्ये चैत्रे अस्ति अयं चैत्रः इति ज्ञानं प्रकारतासम्बन्धेन कार्तिकमासे नो चेत् मासी पाटलिपुत्रे अस्ति प्रकारतासम्बन्धेन अस्तु तर्हि इदानीं कार्तिकमासः पाटलिपुत्रं केन सम्बन्धेन चैत्रे अस्ति कार्तिकमासं पाटलिपुत्रं केन सम्बन्धेन चैत्रे अस्ति सः सम्बन्धः एव संसर्गः अस्ति खलु प्रकारविशेषयोः सम्बन्धः सः एव संसर्गः विशेषणं विशेष्ये समवायसम्बन्धेन अस्ति विशेषणं विशेष्ये समवायसम्बन्धेन अस्ति इति कुत्र पठितं भवत्या समवायसम्बन्धः कुत्र कुत्र भवति पञ्चसु स्थलेषु एव खलु एतत् विशेषणमस्ति समवायसम्बन्धः पञ्चसु स्थलेषु एव भवति खलु मया दोषेण उक्तं तत् अस्तु तर्हि तेषु पञ्चसु स्थलेषु विशेषणविशेष्यसम्बन्धः इति अन्यतमः वा नास्ति खलु नास्ति तर्हि विशेषणं विशेष्ये समवायसम्बन्धेन भवति इति न वक्तव्यम् अस्तु तर्हि अन्य कोऽपि वदतु कार्तिकमासं केन सम्बन्धेन चैत्रे अस्ति देशकालविशेषणतासम्बन्धेन अस्ति स्वरूपसम्बन्धेन अत्र कालिकास्वरूपसम्बन्धेन कालिकविशेषतासम्बन्धेन कार्तिकमासम् अत्र मात्रं कार्तिकमासम् इति कालसूचकशब्दमस्ति खलु इति कृत्वा कालिकविशेषतासम्बन्धेन इत्युक्ते तत्र विशेषसम्बन्धः इत्युक्ते स्वरूपसम्बन्धः एव अपि च पाटलीपुत्रम् इति देशः अस्ति खलु तर्हि दैशिकविशेषणता क्षम्यता विशेषता दोषेण उक्तं कालिकविशेषणतासम्बन्धेन कार्तिकमासं चैत्रे अस्ति दैशिकविशेषणतासम्बन्धेन पाटलिपुत्रं चैत्रे अस्ति तर्हि संसर्गता कुत्र अस्ति इति चेत् कालिकविशेषणतासम्बन्धे अपि च दैशिकविशेषणतासम्बन्धे संसर्गः अस्ति प्रकारता कुत्र अस्ति कार्तिकमासि पाटलिपुत्रे च विशेष्यता कुत्र अस्ति एकस्य एव एकस्मिन् एव चैत्रे एव विशेष्यता अस्ति तर्हि प्रकारता अत्र द्विधा अस्ति संसर्गः अपि द्विधा अस्ति किन्तु विशेष्यः एकः एव तदेव अत्र लिखितं प्रत्यक्षे अस्मिन् चैत्रः विशेष्यविधया भासते तत्र विधया इत्युक्ते किं विशेषस्य विशेषः त्रिविधः इति पठितं खलु तर्हि तस्य एकविधः अस्ति विशेष्यः विशेष्यः कः चैत्रः चैत्रः विशेष्यविधया भासते कार्तिकमासनिष्ठत्वं पाटलीपुत्रनिष्ठत्वं च प्रकारविषया प्रकारविषया नो चेत् प्रकारविधया विधया प्रकारविधया. प्रकारः इति एकविधविषयः अस्ति इति कृत्वा प्रकारविधया भासते कार्तिकमास कार्तिकमासनिष्ठत्वं पाटलीपुत्रनिष्ठत्वं च इति अत्र निरूपणं कृतं. ज्ञानं चैत्रे विशेष्ये अस्ति, अतः एव शरः तादृशं गच्छति. ज्ञानात् चैत्रं प्रति पाटलिपुत्रनिष्ठत्वं प्रति कार्तिकमासनिष्ठत्वं प्रति शरः जायते. किमर्थं? ज्ञानम् अस्ति तेषु, तर्हि इदानीं ज्ञानम् आदेयः अस्ति, चैत्रः आधारः अस्ति. अस्तु, तावत् जातम्. एतावत् प्रश्नः अस्ति वा? अस्तु, अग्रिमे तत्र तिष्ठत्वम् इति लिखितमस्ति, तत्र अवच्छेदकम् इति न, तत्र कः भेदः भवति महोदय? पाटलिपुत्र यस्मिन् यस्मिन् यस्मिन् तिष्ठति सः एव अवच्छेदकः भवति खलु. सत्यम्. इत्युक्ते घटः भूतले अस्ति, घटः उत्पीठिकायामपि अस्ति, तर्हि घटम् आनयतु इति अहं वदामि चेत् किं घटं मया आनेतव्यमिति भवान् पृच्छति खलु. कः घटः मया आनेतव्यः इति भवान् पृच्छति खलु. तर्हि भूतले यः घटः अस्ति तद् आनयतु इति वदामश्चेत् इदानीम् अधिकरणम् अवच्छेदकः भवति खलु. अधिकरणत्वेन पृथक् क्रियते अत्र, अतः अधिकरणमेव अवच्छेदकः भवति. तदेव अत्र निष्ठत्वम् इति उक्तं. निष्ठत्वम् इति तदेव सूचितम् अस्ति. सत्यं सत्यम्. अस्तु अस्तु, स्वामिमहोदय अग्रे पठति वा? तेन च प्रत्यक्षात्मकेन महोदय प्रत्यक्षात्मकेन ज्ञानेन पूर्वोक्तरीत्या संस्कारः उत्पद्यते, ततः अनुभवः नश्यति, कालान्तरेण प्रयागक्षेत्रे माघमासि पुनरपि विष्णुगुप्तस्य चैत्रेण सह चक्षुस्सन्निकर्षः जातः. तर्हि केवलेन सन्निकर्षेण कीदृशं प्रत्यक्षं भवेत्? चैत्रः माघवृत्तित्ववान् प्रयागवृत्तित्ववांश्च, परन्तु इह न केवलम् इन्द्रियमस्ति, तेन सह आत्मनि संस्कारोप्स्यति. संस्कारः अपि अस्ति महोदय. संस्कारः संस्कारे चैत्रे पाटलीपुत्रवृत्तित्वं कार्तीकमासवृत्तित्वं च विषयः. सम्प्रति सन्निकर्षः चैत्रे प्रयागमाघमासयोः च वर्तते इति उभाभ्यां मिलिताभ्यां सह अयं चैत्रः इति प्रत्यक्षं भवति. सः इत्यंशः पाटलीपुत्रकार्तीकमासवृत्तिचैत्रं बोधयति. अयमिति अंशः प्रयागमाघमासवृत्तिचैत्रं बोधयति. इदम् अंशद्वयं चैत्रे अवगाहमानं ज्ञानं प्रत्यभिज्ञा इति शास्त्रे प्रसिद्धम्. अस्तु, किञ्चित् प्रतिपादयति वा स्वशब्दैः? सर्वं पङ्क्तिशः वक्तव्यं नास्ति, सर्वैः सर्वैः अवगतम् इति अहं चिन्तयामि. अस्तु, अत्र किमस्ति इति वदतु महोदय. प्रतिभिज्ञा इति प्रक्रिया किम् इति वर्णितं महोदय तत्र. प्रतिभिज्ञायाः आकारः कः तत्र? अयम् अयम् अयं सः हा अहं सः अयं चैत्रः अयं सः चैत्रः इति आकारः खलु महोदय. अस्तु, वदतु तदनन्तरम्. अनुभवः यत्कोपि भवेत् तद् क्षणात्मकम्, अतः नश्यति. पूर्वं तु चैत्रः दृष्टं महोदय, पाटलिपुत्रेण कार्तिकमासि, एकं तु देश अनन् द्वितीयं तु कालमपि अस्ति. पाटलिपुत्रे कार्तिकमासि चैत्रः अवलोकितः, किन्तु तद् संस्काररूपेण एव तिष्ठति तस्य मनसि. तदनन्तरं कालानन्तरं प्रयागक्षेत्रे माघमासे माघमासि सः पुनः दृष्टवान्. तत् तस्मिन् समये अनुभवः जातः, तत् प्रत्यक्षमस्ति. तत् पूर्वसंस्कारः यदस्ति तदपि उदयति. द्वयोः मिलित्वा तस्य एकं ज्ञानम् अनुभवम् उत्पद्यते, तद् प्रत्यभिज्ञा, सोऽयं चैत्रः इति. यत् पूर्वं पाटलीपुत्रे कार्तिकमासि दृष्टवान् सः एव इद प्रत्यक्षं मम पुरतः इति. अस्तु, तर्हि सः एव, सः अयं चैत्रः इति प्रत्यभिज्ञायाः आकारः. किन्तु अत्र किञ्चित् वक्तव्यमस्ति. अत्र प्रत्यक्षेन अहं चैत्रं पश्यन्नस्मि, तेन प्रत्यक्षज्ञानं जायते अयं चैत्रः इति. किन्तु सोऽयं चैत्रः इति प्रत्यभिज्ञा जातुं किम् आवश्यकी अस्ति? संस्कारः आवश्यकी अस्ति. तद् वक्तव्यं. तर्हि तदपि योजयित्वा वदतु इदानीं. संस्कारः कुत्र अस्ति? संस्कारः आत्मनि अस्ति. संस्कारः आत्मनि अस्ति. अयं चैत्रः इति ज्ञानमपि आत्मनि एव जायते खलु? आं महोदय, ज्ञानम् आत्मस्य गुणः. तर्हि अत्र कार्तिकमासविशिष्ट पाटलीपुत्रविशिष्ट चैत्रसंस्कारः, चैत्रविषयकसंस्कारः आत्मनि अस्ति. अपि च माघमासिक किम् अन्यत्र यत्र कुत्रापि प्रयाग प्रयाग प्रयागक्षेत्र चैत्रस्य ज्ञानमपि आत्मनि अस्ति. तर्हि इदानीं संस्कारः अपि आत्मनि अस्ति, नूतनप्रत्यक्षज्ञानमपि आत्मनि अस्ति इति कृत्वा यदा अहं पश्यन्नस्मि तद् अनन्तरम् अग्रिमक्षणे एव प्रत्यभिज्ञा जायते. यदा अहं पश्यामि तस्मिन् क्षणे एव प्रत्यभिज्ञा यदा कदापि न भवति. प्रथमं प्रत्यक्षज्ञानं भवेत्. कुत्र आत्मनि? ज्ञानं तु आत्मनि एव भवति. अपि च तस्मिन् आत्मनि संस्कारः इदानीम् उद्भूतमस्ति चेत्, इत्युक्ते संस्कारः नष्टः न जातः इति चेद् एव. सो दि मेमरी, द संस्कार इस् स्टिल् देयर् इन् दि आत्मा, इट् हस् नाट् बीन् डिस्ट्राय्ड् बिकास् आफ् काल. तादृशसन्दर्भे तर्हि इदानीम् एकस्मिन् अधिकरणे संस्कारः अपि अस्ति, ज्ञानमपि अस्ति इति कृत्वा तत्र प्रत्यभिज्ञा जायते, सः अयं चैत्रः इति प्रत्यभिज्ञा जायते. अस्तु, अग्रे किञ्चित् पठेम, तदनन्तरं गृहपाठं किम् इति अहं वदामि. भवन्तः ऊहां कृतवन्तः इति अहं विश्वसिमि. भवतु, तर्हि मेहुल् महोदय अग्रे पठति वा? अस्य च आं महोदय, अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतं, परन्तु तस्य संस्कारोऽपि जनकः इति. केवलेन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इत्याकारकात् भेदः. प्रकृतलक्ष्यभूता स्मृतिस्तु केवलेन संस्कारेण जायते इति ततोऽपि प्रत्यभिज्ञा विलक्षणा. ततश्च संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायाम् अतिव्याप्तिः, अतः तद्वारणाय मातृपदनिवेशः. प्रत्यभिज्ञायाम् इन्द्रियजन्यत्वस्यापि सत्त्वात् नातिव्याप्तिः. अस्तु, अत्र प्रत्यक्षज्ञानं करोतु. क्षम्यताम्, अग्रिमपङ्क्ति अपि पठतु महोदय. अस्तु अस्तु, इहापि पूर्वदर्शितरीत्या मातृपदेन इन्द्रियमेव निवार्यं. संस्कारभिन्नानाम् आत्ममनः संयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुम् अशक्यत्वात् तथा च संस्कारजन्यत्वम् एकं संस्कारेतर अजन्यत्वं द्वितीयं ज्ञानत्वम् इति त्रीणि दलानि लभ्यन्ते. अतः अत्रापि रूपलक्षणवदेव एकस्य दलस्य द्वयोः दलयोः वा लक्षणत्वे दोषान् ज्ञात्वा त्रयाणामपि दलानाम् आवश्यकत्वं विदां कुर्वन्तु. अस्तु, इदानीं वदतु. हा, प्रथमपरिच्छेदे अस्ति प्रत्यक्षज्ञानम् इति इन्द्रियजन्यत्वात् अस्ति इति शास्त्रे सम्मतं. वयं जानीमः प्रत्यक्षज्ञानं तु इन्द्रियेण जन्यम् अस्ति, परन्तु तस्य संस्कारोऽपि जनकः, संस्कारेण अपि तस्य उद्भवं भवति इति केवलेन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इति आकारकात् भेदः. संस्कारोऽपि जनकः, प्रत्यक्षज्ञानस्य संस्कारः अपि जनकः इति केवलेन्द्रियजन्यप्रत्यक्षात्. अत्र केवलम् इन्द्रियेण एव प्रत्यक्षज्ञानं यज्जन्यति तत्तु भूतलं घटवत् इति अस्ति, अतः तस्य तत् ज्ञानस्य आकारः अस्ति भूतलं घटवत् इति. तत् किञ्चित् भिन्नम् अस्ति. यः ज्ञानं संस्कारेण अपि जायते, यत् प्रत्यक्षज्ञानं संस्कारेण अपि जायते, तत् अपि च केवल इन्द्रियेण जन्यप्रत्यक्षज्ञानं भवति, तस्मिन् तयोः मध्ये भेदः अस्ति. अत्र अग्रे दत्तं प्रकृतलक्ष्यभूता स्मृतिस्तु केवलेन संस्कारेण जायते. अस्माकं विषयः अस्ति स्मृतिः केवलं संस्कारेण जायते इति यदि वदामः चेत् तत्र प्रत्यभिन्ना इति किञ्चित् भिन्ना अस्ति, विलक्षणः अस्ति. संस्कारेण स्मृतिः जायते, केवलं संस्कारेण स्मृतिः जायते, परन्तु तत्र प्रत्यभिज्ञा इति एकं किञ्चित् विलक्षणः अस्ति. ततश्च संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. तत्र यदि क्षम्यताम्, अत्र वैलक्षण्यं किम् इति तावद् वदति चेत् सर्वैः अवगन्तुं शक्यते. प्रत्यभिज्ञा संस्कारः, अनयोः मध्ये कः भेदः? आम् आम्, अत्र स्मृतिः केवलं संस्कारेण जायते, परन्तु प्रत्यभिज्ञा इति केवलं संस्कारेण न जायते. वयं दृष्टवन्तः अधुना एव पूर्वस्मिन् परिच्छेदे, तत्र इन्द्रियम् इन्द्रियेण सन्निकर्षः भवति, तेन प्रत्यक्षज्ञानं भवति, तदपि आवश्यकं. केवलम् इन्द्रियज्ञानम् इति केवलं तत्र नास्ति, परन्तु संस्कारेण सह तत्र इन्द्रियज्ञानमपि भवति. तद्वयोः भवेत् तत्र, तदेव तदा एव प्रत्यभिज्ञा इति भवति. अतः प्रत्यभिज्ञा इति किञ्चित् विलक्षणा अस्ति. स्मृतिः तु केवलं संस्कारेण जायते, परन्तु प्रत्यभिज्ञायाः कृते संस्कारः केवलं संस्कारः इति एव कारणं नास्ति, परन्तु तत्र इन्द्रियेण सन्निकर्षः अपि तत्र भवेत्. द्वयोः तत्र प्रत्यभिज्ञाम् अस्ति, अतः प्रत्यभिज्ञा किञ्चित् विलक्षण. तावद् वदामश्चेत् पर्याप्तं. तर्हि अत्र संस्कारस्य लक्षणे मात्रपदं किमर्थं प्रयुक्तम् इति चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः न भवेत् इत्यतः. यत्र केवलं संस्कारेण जायते सा एव स्मृतिः, संस्कारः अपि च प्रत्यक्षज्ञानेन यज्जायते सा प्रत्यभिज्ञा इति भवति. तद्वारेण मात्रपदनिवेशः तावदेव. तावदेव, अस्तु. अग्रे परिच्छेदे दत्तम् इहापि पूर्वदर्शितरीत्या मातृपदेन इन्द्रियमेव निवार्यम्. अत्र मातृपदेन इन्द्रियमेव वयं इन्द्रियम् एव स्वीकर्तव्यम्. अत्र संस्कारभिन्नानाम् आत्ममनः संयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुम् अशक्यत्वात्. तदेव अत्र वयं जानीमः आत्मा अपि च आत्ममनः संयोगः, एते सर्वे कारणाः सन्ति, संस्कारभिन्न कारणानि सन्ति. हा, संस्कारभिन्नः इत्युक्ते किं तत्र बहवः कारणानि सन्ति. अतः ज्ञानमात्रं प्रति तत्र ज्ञानं केवलं ज्ञानमिति न वक्तुं शक्नुमः, भिन्नकारणानि सन्ति. अतः तत्र संस्कारजन्यत्वम् इति एकं दलं तत्र स्वीकृतम्, अपि च स्पष्टतया वक्तव्यं संस्कारभिन्न अत्र भिन्नपदेन किम् उक्तं किं न उक्तं स्पष्टतया वदतु. भिन्न इति पदेन किं परामर्शितं किं न परामर्शितम् इति वदतु. हा, संस्कारभिन्नपदेन भिन्नपदेन आत्म अपि च आत्ममना संयोगादि एते सर्वे कारणानि इति उक्तम् इति अहं मन्ये. नास्ति, तथैव वैशिष्ट्यमेव. ओ अस्तु, अत्र भिन्नपदेन आत्मा आत्ममनसंयोगादि अपि तत्र स्वीकुर्मश्चेत् आत्मा विना स्मृतिः जायते वा? न, न जायते. आत्ममनसंयोगं विना स्मृतिः जायते वा? न, न जायते. तर्हि साधारणकारणानि अत्र भिन्नपदेन न निवारितानि. सत्यं. भिन्नपदेन किं निवारितम् इति चेत् चक्षुरिन्द्रियं, तत्र चक्षुर् अन्यैः इन्द्रियैः यः संयोगः भवति तदेव निवारितम्. किमर्थम् इत्युक्ते प्रत्यभिज्ञायाम् अपि आत्मा आत्ममनसंयोगादीनां कारणत्वम् आवश्यकमस्ति. स्मृतौ अपि आत्मा आत्ममनसंयोगादीनां कारणत्वम् आवश्यकमस्ति. तर्हि मात्र इति पदेन केवलं संस्कारेण इति न अवगन्तव्यम्. तर्हि आत्मापि अनावश्यकम् इति भवति. केवलं संस्कारः अस्ति चेत् स्मृतिः जायते. आत्मा विना आत्मानं विना द्वयमपि वक्तुं शक्यते. आत्मना विना अपि स्मृतिः जायते इति भवति खलु, किन्तु तद् न इष्टम्. आत्मा विना कथं वा स्मृतिः जायते? स्मृतिः आत्मनि एव जायते खलु. इति कृत्वा अत्र संस्कारमात्र इति मात्रपदेन आत्मा आत्ममनसयोगः इति एतत् सर्वम् अत्र भिन्नपदेन न परामर्शितम्. किं परामर्शितम् इति चेत् अन्येषाम् इन्द्रियाणां सन्निकर्षः अत्र परामृष्टः अस्ति तावदेव. इति मुख्यवार्ता. अस्तु, किं कुर्मः, अत्र समयः जातः, अतः किं कुर्मः, अग्रिमवर्गे पुनः एतत् परिच्छेदं पठित्वा, किन्तु गृहपाठद्वयमस्ति सर्वेषां, वस्तुतः त्रयमस्ति. प्रथमम् अत्र षट् सम्भाव अत्र त्रीणि दलानि सन्ति. कुत्र? प्रत्यभिज्ञायाः लक्षणे संस्कारजन्यत्वं, संस्कार इतर अजन्यत्वम् इत्युक्ते न स्मृतेः लक्षणं, संस्कारजन्यत्वं, संस्कार इतर अजन्यत्वं, ज्ञानत्वम् इति त्रीणि दलानि सन्ति. कुत्र? स्मृतेः लक्षणे. तर्हि अत्र संस्कार अत्र दलसार्थक्यं कर्तव्यं. दलसार्थक्ये भावना सन्ति. प्रत्येकं सम्भावना स्वीकृत्य प्रत्येका सम्भावना स्वीकृत्य कुत्र अतिव्याप्तिः भवति इति वक्तव्यम्. अपि च इतर द्वितीयदलमस्ति खलु, संस्कार इतरजन्यत्वं, संस्कार इतर अजन्यत्वम् इति अस्ति खलु, तत्र इतर इति पदेन किं परामर्शितं किं न परामर्शितम् इति अपि वक्तव्यम्. तर्हि दलसार्थक्यं कर्तव्यं स्मृतेः. द्वितीयं प्रत्यभिज्ञायाः लक्षणं वक्तुं प्रयत्नं कुर्वन्तु इति द्वितीयगृहपाठः अस्ति. तृतीयगृहपाठः अस्ति इदानीम् अत्र अयं घटः इत्यस्मिन् ज्ञानम् इति ज्ञानं कथं जायते इति प्रक्रिया दृष्टा खलु. तत्र घटचक्षुषोः मध्ये संयोगः, चक्षुमनसोः मध्ये संयोगः, मन आत्मनोः मध्ये संयोगः इति एतत् सर्वम् अस्माभिः उक्तं खलु. एवं प्रत्यभिज्ञायाम् अत्र संस्कारः अपि योजनीयः अस्ति. तर्हि तदपि योजयित्वा कथं प्रक्रिया जायते इत्यस्मिन् विषये सर्वे चिन्तयन्तु. अत्र स्थगयामः. अग्रिमवर्गे किं कुर्मः, एतत् सर्वं चिन्तयित्वा मया किं चिन्तितम् एकमेव निमिषम् इतोपि स्वीकरोमि. अग्रे इदानीं ज्ञानस्य विषये, अनुभवस्य विषये पाठः प्रचलति. तस्मात् पूर्वं यथा अस्माभिः कृतं द्रव्यस्य द्रव्याणाम् अध्ययनं कृत्वा तत्र पुनस्मारणत्वेन प्रश्न उत्तराणि अस्माभिः कृतानि तथा अत्र यावत् अधीतं तेषां विषये प्रश्नान् कृत्वा तस्य उत्तरमपि वक्तुं प्रयत्नं कुर्मः. किन्तु इदानीम् अहं किं करोमि अस्मिन् सन्दर्भे किं करोमि, प्रश्नान् लिखित्वा प्रेषयिष्यामि भवन्तं वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि. ऐ विल् मेक् दि ऐल् औट् दि क्वश्चन्स्. तद् आधारीकृत्य सर्वे कृपया एकवारं चिन्तयन्तु, तदनन्तरं पश्येम तेषाम् उत्तरमपि लभेम. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः, धन्यवादः.